पुनश्च शृणुया दवीयो नरः सोऽपि मुक्तः सुमन् लोकान् प्राप्नुयात् पुण्यकर्मणा कच्चिद्देतत् श्रुतम् पार्थ त्वैकाग्रेण चेतसा कच्चिदज्ञान सम्मोह प्रणष्टस्ते धनञ्जय अर्जुन उवाच नष्टो मोह स्मृतिर्लब्धा त्वत्प्रसादान्मयाचिता स्थितोऽस्मि गत सन्देह करिष्ये भजनम् तव सञ्जय उवाच इत्याहम् वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम श्रोष मद्भूतम् रोमहर्षणम् व्यास प्रसाद श्रुतवान् एतत् गुह्यामहम् परम् योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् राजन् संस्मृत्य संस्मृत्य संवादामि ममद्भुतम् केशवार्जुनयोः पुण्यम् प्रेष्यामि च मुहुर्मुहुः तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतम् हरेः विस्मयो मे महान् राजन् प्रेष्यामि च पुनः पुनः यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिः ग्रीवानीतिर्मतिर्मम इति श्रीमहाभारते शतसहस्रयम् संहितायम् वैयासिक्यम् भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः।